पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 15 सुमतिरुवाच अथर्षिस्वाश्रमं गत्वा मानव्या सह भार्यया मुदं प्रापहदाशेष पादको योगयुक्तया सा मानवीतं वरमात्मनःपदिं नेत्रेण हीनं जरसा गदौजसं शिशेव एनं हरिमेधसोत्तमं निजेष्ठदात्रीं कुलदेवतां यथा शुश्रूषति स्वं पदिमिङ्गितज्ञा महानुभावं तपःसां निधिं प्रियं परां मुदं प्राप सती मनोहरा शची यथा शक्रनिषेवणोद्यदा चरणौ सेवते तन्वी सर्वलक्षणलक्षिता राजपुत्री सुन्दराङ्गी फलमूलोदकाशना नित्यं तद्वाक्यकरणे तत्परा पूजने रदा कालक्षेपं प्रकुरुते सर्वभूतहिते रदा विसृज्य कामं दम्भं च द्वेषं लोभं मोहं मदम् अप्रमत्तोद्यदा नित्यं च्यवनं समतोषयद एवं तस्य प्रकुर्वाणा सेवां वाकाय कर्मभिः सहस्राब्दं महाराज साजकामं मनस्य धाद कदाचिद्देव भिषजा वागदा वाश्रमे मुनेः स्वागतेन सुसंभाव्य तयोः पूजां चकारसा शर्यादिकन्याकृतपूजनार्कपाद्यादिना तोषितचित्तवृत्ती तावो चतुस्नेहवशेन सुन्दरौ वरं वृणुष्वेदि मनोहराङ्गीम् तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने मदिं चकार नृपदे पुत्री मदिमदां वरा पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरं सती त्वं च विलोक्येदमूचदुर्भिषजां वरौ त्वत्पदिर्यदि देवानां भागं यज्ञे दधात्यसौ आवयोरधुना कुर्वश्चक्षुषोस्फुटदर्शनं च्यवनोऽप्योमिति प्राह भागदाने वरौ जसोः तदा हृष्टावश्विनौ तमोचतुस्तपतां वरं निमज्जदां भवानस्मिन् ह्रदे सिद्धविनिर्मिते इत्युक्तो जरयाग्रस्तदेहो धमनि सन्ददः ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जदां ह्रदे पुरुषास्त्रय उत्तस्तुरपीच्या वनिताप्रियाः रुक्मस्रजकुण्डलिनस्तुल्यरूपाः सुवाससः तान्निरीक्ष्य वरारोह सुरूपान् सूर्यवर्चसः अजानदीपदिं साध्वी ह्यश्विनौ शरणं ययौ दर्शयित्वा पदिं तस्यै पादिव्रत्येन तोषितौ ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् यक्ष्यमाणे क्रदौ स्वीय भागकार्याशयायुतौ कालेन भूय साक्षामां कर्षिदां व्रतचर्यया प्रेमगद्गदया वाचा पीडितकृपया ब्रवीद तुष्टोऽहमद्य तव भामिनि मानदायाः शुश्रूषया परमया हृदि चैकभक्रिया यो देहिनामयमदीव सुहृ स्वदेहो नावेक्षिदः समुचितः क्षपितुं मदर्थे ये मे स्वधर्मनिरतस्य तपःसमाधिविद्यात्मयोगविजिता भगवत्प्रसादाः तानेव ते मदनुसेवनया विरुद्धान् दृष्टिं प्रपश्य विदराम्यभयानशोकान् अन्ये पुनर्भगवदो ब्रुव उद्विजृम्भविश्रंसितार्थरचना किमुरुक्रमस्य सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान् दिव्यान्नरैर्दुरधिगान् नृपविक्रियाभिः एवं ब्रुवाणमबलाखिलयोगमाया विद्या विचक्षणमवेक्ष्य गदाधिरासीद सम्प्रश्रयप्रणयविह्वलया गिरेशद व्रीडाविलोक विलसद्धसिताननाः सुकन्योवाच राद्धम्बदद्विज वृषैस्तदमोखयोगमायाधिपे त्वयि विभो तद वैमि भर्तः यस्तेभ्यधायि समयः सहृदङ्गसङ्गो भूयद्गरीयसि गुणप्रसवसदीनाम् तत्रेदि कृत्यमुपशिक्ष्य यथोपदेशम् येनैष कर्षिदतमोदि रिरिंसयात्मा सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीशभवनं सदृशं विचक्ष्व सुमतिरुवाच प्रियाया प्रियमन्विच्छंश्च्यवनो योगमास्थितः विमानं कामगम् राज्यं स्तर्ह्येवाविरचीकरद सर्वकामदुःखं रम्यं सर्वरत्नसमन्वितं सर्वार्थोपचयोदर्कं मणिस्तम्भैरुपस्कृतं दिव्योपस्तरणोपेदं सर्वकालसुखावहं पट्टिकापिः पदाकाभिर्विचित्राभिरलङ्कृतं स्रग्भिर्विचित्रमालाभिर्मञ्जुसिञ्जत्षडङ्घ्रिभिः दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक् कृतै कशिपुभिः कान्दं पर्यङ्गव्यजनादिभिः तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितं महामरकदस्थल्या जुष्टं विद्रुमवेदिभिः द्वासु विद्रुमदेहल्या भादं वज्रकपाटकं शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रुतं चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः जुष्टं विचित्रवैदानैर्मुक्ताहारावलम्बितैः हंसपारावदव्रातैस्तत्र तत्र निकूजितं कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च विहारस्थानविश्रामसंवेश्य प्राङ्गणाजिरैः यथोपजोषं रचितैर्विस्मापनमिवात्मनः एवं गृहं प्रपश्यन्तीं नादिप्रीतेन चेतसा सर्वभूताशयाभिज्ञस्वयं प्रोवाच तां प्रति निमज्यास्मिन् ह्रदे भीरु विमानमिदमाधुः सुभ्रूर्भर्तुः समादाय वच कुवलये क्षणा सरजो बिभ्रति वासो वेणीभूतांश्च मूर्धजान् अङ्गं च मलपङ्गेन संच्छन्नं शबलस्थनम् आविवेश सरस्तत्र मुदा शिवजलाशयं सान्तः सरसि वेश्मस्ताः शतानि दशकन्यकाः सर्वा किशोरवयसो ददर्शोत्पलगन्धयः तां दृष्ट्वा शीघ्रमुद्धाय प्रोजुः प्राञ्जलयस्त्रियः वयं कर्मकरीस्तुभ्यं शाधिनः करवाम किं स्नानेन ता महार्षेण स्नापयित्वा मनस्विनीं दुकूले निर्मले नूत्ने ददुरस्यै च मानद भूषणानि परार्ख्यानि वरीयांसि द्युमन्दि च अन्नं सर्वगुणोपेदं पानं चैवामृदासवम् अथा दर्शे स्वमात्मानं स्रग्विणं विरजोम्बरं ताभिकृतस्वस्त्ययनं कन्याभिर्बहुमानितं हारेण च महार्हेण रुचकेन च भूषितं निष्कग्रीवं वलयिनं कोणत्काञ्चननूपुरम् श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया सुभ्रुवासुदा शुक्लस्निग्धा पाङ्गेन चक्षुषा पद्मकोशस्पृथा नीलैरलकैश्च लसन्मुखं यदा सस्मारदयिदमृषीणां वल्लभं पदिं तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः भर्तुपुरस्तादात्मानं स्त्रीसहस्रवृतं तदा निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत सदां कृतमलस्नानां विभ्राजं धीमपूर्ववद आत्मनो बिभ्रदीं रूपं संवीदरुचिरस्तनीं विद्याधरी सहस्रेण सेव्यमानां सुवाससं जातभावो विमानं तदारोहयदमित्रहन् तस्मिन्नलुप्तमहिमा प्रिययानुशक्तो विद्याधरीभिरुपचीर्ण वपुर्विमाने बभ्राज उत्कच कुमुद्गणवानभिच्य ताराभिरावृत इवोडुपदीर्नभस्तः तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणीष्वनङ्गसखमारुद सौभगासु सिद्धैर्नुदोद्युधुनिपाद शिवस्वनासु रेमे चिरं धनदवल्लनावरुधी वैश्रम्भगे सुरवने नन्दने पुष्पभद्रके मानसे चैत्ररध्ये च सरेमे रामयारतः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनस्य तपोभोगवर्णनं नाम पञ्चदशोऽध्यायः ॐ